गतरविवासरे नमस्कारः महोदय. गतरविवासरे अस्माभिः नूतनकरपत्र अस्माभिः सार्वधातुकलकारः आर्धातुकलकारः इति विषये अस्माकं चिन्तनम् अभवत्. तत्र अस्माभिः मुख्यतः यत् यः विषयः अस्माभिः पठितः तदासीत् यत् कः के लकाराः सार्वधातुकलकाराः सन्ति, के लकाराः आर्धातुकलकाराः सन्ति इति चिन्तनम्. नमस्ते, जानकी अत्र. तर्हि अत्र मुख्यविषयः आसीत् लकाराः सार्वधातुकलकाराः कदा भवन्ति, कदा लकाराः आर्धातुकलकाराः भवन्ति इति विषयः अस्ति. तर्हि अत्र रघुपतिमहोदय अस्ति खलु? हा महोदय. हा महोदय, वदतु एकवारं सार्वधातुकलकाराः के सन्ति, किमर्थं ते सार्वधातुकलकाराः सन्ति इति वदतु. सार्वधातुकलकार लट् लकार, लङ् लकार, विधिलिङ्ग् लकार, अपि च लकार लङ् लट् लकार विधिलिङ्ग् लकार, अपि च लोट् एकनिमिष लोट् लकार अस्ति, लोट् लकार अस्ति इति यत्र यत्र धातु धातु तिङ्प्रत्ययं साक्षात् साक्षात् पश्यति तदा तेषां नाम अस्ति सर्वधातुलकार इति. तिङ्प्रत्यय सर्वधातुक अस्ति, आर्धातुक अस्ति. तदेव महोदय, गतरविवासरे आसीत् चतुर्थ सर्वधातुक आर्धधातुक अधिकचिन्तनं. आम्, धन्यवादः महोदय. समीतं महोदय, महोदय तिङ्प्रत्यय सार्वधातुक अपि अस्ति, अर्धातुक अपि अस्ति. सामान्यतया सार्वधातुक अस्ति. हा सामान्य खलु, सामान्यतया तिङ्क्षिक् सार्वधातुक. हा तिङ्क्षिक् सार्वधातुकम् अस्ति. अस्तु, तर्हि सार्वधातुकम् अस्ति प्रत्ययः. तर्हि यदा धातुः साक्षात् तिङ्प्रत्ययः द्रष्टुं शक्नोति, नाम सार्वधातुक तिङ्प्रत्ययः द्रष्टुं शक्नोति, तर्हि लकारः आर्धातुकलकारः भवति. तर्हि महोदय वदतु सर्वप्रथमं तिङ्गन्तपदस्य निर्माणे क्रमः कीदृशः अस्ति, सर्वप्रथमं किं भवति? महोदय एकनिमिषम्. करपत्रं करपत्रे करपत्रस्य आवश्यकता नास्ति. भवान् वदतु. एकनिमिषम् एकनिमिषं भवान् महोदय पुनरेकवारं वदतु. प्रश्नः अस्ति यत् तिङ्गन्तपदस्य निर्माणे क्रमः कः अस्ति. सर्वप्रथमं धातुः आगच्छति, धातुः आगच्छति, तदनन्तरं लकार लट् लक् ऐ मीन् सारि लकार आग तस्य लकारस्य अस्माकं विवक्षानुसारं लकार किमपि आगच्छति आगच्छति. तदनन्तरं तदनन्तरं सार्वधातुक अस्ति चेत् सार्वधातुक अस्ति चेत् तस्मात् पूर्वम् इत् संज्ञा प्रकरणस्य कारणेन केवलं ल इति वर्णः ल एव अवशिष्यते अवशिष्यते. तदनन्तरं विकरणप्रत्यय आगच्छति. न न न, तस्मात् पूर्वमपि अस्ति खलु. एकनिमिषं महोदय, विस्मृतवान्. कस्यचित् बेक्ग्रौण्ड् मध्ये किमपि मन्त्रणं एकनिमिषम् डोर् क्लोस् कृतं. महोदय किञ्चित् स्मरणे नास्ति खलु तस्य लस्य सिप्तस्थ हा लस्य हा लस्य भवति लस्य भूत्वा तत्स्थाने तिङ्प्रत्यय आगच्छति सूत्रमस्ति तिप्तश्चि सिप्तस्थ लस्य तु अधिकारसूत्रमस्ति तद् वदति यत् लकारस्य स्थाने तिप्प्रत्यय आगच्छति तिङ्प्रत्यय आगच्छति खलु आं महोदय तर्हि अधुना स्थितिः अस्ति धातुयोगः तिङ्प्रत्ययः हा तर्हि अधुना तिङ्प्रत्ययः सार्धधातुकमस्ति अर्धधातुकमस्ति तिङ्प्रत्ययः सार्धधातुकमस्ति तदनन्तरम् अतः इदानीम् अत्र साक्षात् धातुः सार्वधातुकप्रत्ययः पश्यति तिङ्प्रत्ययः अतः सार्वधातुकलकारस्य प्रकरणे अधुना किं भवति विकरणप्रत्ययः आयाति केन सूत्रेण एकनिमिषं महोदय एकनिमिषं विकरणप्रत्यय सूत्रं विस्मृतवान् महोदय कर्तरि शप् हा कर्तरि शप् अस्तु कर्तरि शप् किं वदति कर्तृत्वे कर्तृत्वे अपि च कर्तृत्वे कम्प्लीट् ब्लास्ट् एकनिमिषं कर्तृत्वे अपि च महोदय क्षम्यतां सप् विधानं तु भवति परन्तु निमित्तद्वयम् अस्ति खलु एक तु कर्तृत्वे साक्षात् धातुना किं प्रत्ययः पश्य धातुना दृष्टं निमित्तं कृत्वा लकारस्य निमित्तं कृत्वा सप्रत्यय कर्णप्रत्यय आयात् मध्ये धातु तिङ्प्रत्ययोः मध्ये आं सार्वधातुकप्रत्ययं यदि पश्यति धातु अनन्तरं साक्षात् किमपि कोऽपि सार्वधातुकप्रत्ययः यदि भवेत् यथा अत्र तिङ्प्रत्ययः अस्ति यत् सार्वधातुकप्रत्ययः अस्ति तर्हि मध्ये शप् आगच्छति इति कर्तृशप् वदति गणम् अनुसृत्य शप् प्रभाद्य अन्यविकरणप्रत्ययः आगच्छति इति अस्ति खलु महोदय गणभेदेन रूपभेदम् अपि अस्ति गणभेदेन रूपभेदम् अपि अस्ति तर्हि धातुयोगः शप् योगः तिङ् इति वार्ता अस्ति तदनन्तरं तु तिङन्तपदं भवति अस्तु तर्हि एतत्तु गणम् अनुसृत्य विकरणप्रत्ययः अस्ति शप् प्रत्ययः अस्ति श्नु अस्ति श्यन् अस्ति इति प्रत्ययाः सन्ति तर्हि विजि गोविन्दराजन् महोदय विजि महोदय एतत्तु सार्वधातुकलकारेषु एतादृशः क्रमः भवति लृट् लकारे कीदृशः क्रमः भवति लृट् लकारे इति सूत्रं क्रमेण सर्वप्रथमं किं भवति धातु लृट् लकारस्य प्रत्यय आगच्छति इत्यनेन धातुयोगः लृट् लकारस्य धातुना तिङ्प्रत्यय द्रष्टुं न शक्यते साक्षात् न अधुना तिङ्प्रत्यय तु नास्ति एव खलु तिङ् न अधुना केवलं धातुयोग लकारस्य लकारम् अस्ति तदनन्तरं किं भवति सार्वधातुकलकारः लृट् लृट् लिङ् लुङ् लिङ् इति सप्त लकाराः सन्ति लृट् इति स्वीकृत्य सूत्रं वदति स्यतास् ऋट् इति ऋट्लटोः इति सूत्रेण स्य इति प्रत्यय आगच्छति धातोः अनन्तरम् आगच्छति. तर्हि अधुना किमस्ति धातुयोगः लृट् अस्ति, अधुना किं भवति धातुयोगः? धातुयोगः स्य इति प्रत्यय आगच्छति, तदनन्तरं स्ययोगः धातु प्लस् स्य प्लस् स्ययोगः अर्धधातुकलकारः आगच्छति. न, लृट् लकारः अस्ति अत्र. लृट् लकारः आगच्छति. तदनन्तरं वर्णमेलयोगं गुणकार्यमस्ति वा इति? न न न, गुणकार्यं न, विकर्णप्रत्यय इति नास्ति. लिट् स्थाने किं भवति? अधुना लिट् अस्ति खलु, धातुयोगः स्ययोगः लिट् स्थाने ति अस्ति. ति प्रत्यय, तिङ् प्रत्यय आगच्छति केन सूत्रेण? प्रत्यय सार्वधातुक तत्तु गुणसूत्रमस्ति. लृट् लकारस्य स्थाने तिङ् प्रत्ययः केन सूत्रेण आगच्छति? कस्यापि लकारस्य स्थाने तिङ् प्रत्ययः केन सूत्रेण आगच्छति? लस्य वा? लस्य वा? लस्य अधिकारसूत्रमस्ति, तस्य मुख्यसूत्रं किम् अस्ति? बृहत् वाक्यमस्ति किल, पित्तल्चि सिप्तस्थमिप्स्मस्ति अस्ति. तर्हि अधुना लृट्स्थाने तिङ् प्रत्ययः आगच्छति. तर्हि अधुना क्रमः कीदृशः अस्ति? धातुयोगः धातोः स्य इति प्रत्यय, तदनन्तरं तिङ् प्रत्यय. तर्हि अत्र साक्षात् धातुः तिङ् प्रत्ययः द्रष्टुं न शक्नोति खलु? आं महोदय. तर्हि अत्र आर्धातुकलकारप्रकरणमस्ति खलु? आं महोदय, आर्धातुकलकारप्रकरणम्. अत्र शप् प्रत्ययः कुत्र आगच्छति? शप् प्रत्ययः न आगच्छति. किमर्थं? विकर्णप्रत्ययः प्रसक्तिः नास्ति. किमर्थम्? आर्धधातुकलकारः अपि च स्य इति प्रत्यय मध्ये आगच्छति किल, स धातुना साक्षात् तिङ् प्रत्यय द्रष्टुं न शक्नोति इति कारणेन निमित्तम् अपि नास्ति. धातु साक्षात् कः कं प्रत्ययं पश्यति? स्य इति प्रत्यय आर्धधातुक प्रत्यय. तर्हि धातुना साक्षात् सार्वधातुकप्रत्ययः न दृश्यते, अतः कर्तृशप् इति सूत्रस्य प्रसक्तिः एव न भवति, यतोहि कर्तृशप् वदति कर्तृशप् सार्वधातुके इति सूत्रमस्ति. धातोः अनन्तरं सार्वधातुकप्रत्ययः अस्ति चेद् एव मध्ये विकरणप्रत्ययः आगच्छति. अत्र धातोः अनन्तरं सार्वधातुकप्रत्ययः अस्ति स्य, अतः विकरणप्रत्यये मध्ये न आगन्तुं शक्नोति. अतः अत्र इति कारणेन गुणम् अनुसृत्य प्रत्यय न आगच्छति. गणं रूपभेदम् अपि नास्ति. गणम् अनुसृत्य अत्र विकरणप्रत्यय न आगच्छति, परन्तु लकार अनुसृत्य विकरणप्रत्यय अनुसृत्य प्रत्यय आगच्छति. यथा इति लृट् स्थाने स्य, लृङ् स्थाने अपि स्य, लुट् स्थाने तास्, लुङ् स्थाने लुङ् न खलु लुङ् स्थाने चिलि इति अस्ति. तर्हि लृट् स्थानस्य, लृङ् स्थानस्य, लुट् स्थाने तास्, लुङ् स्थाने चिलि. अस्तु, धन्यवादः महोदय. अद्य चतुर्वादन एव आरम्भं करोति वा? चतुर्वादने न सामान्यतया अत्र यदा यदा वयं सामान्यतया यदा वयम् आरम्भं कुर्मः तदा इण्डियन् टैम् 8:30 मेडम् इण्डियन् टैम् 8:30 चतुर्वादने एव लण्डन् मध्ये किल क्षम्यमां चिन्ता नास्ति अस्तु तदनन्तरं लीना महोदय अस्ति खलु लीना दोषी कुत्र पठति वा महोदय न पठति अधुना केवलं रिविजन् मम प्रश्नः अस्ति महोदय तर्हि सार्वधातुकलकारस्य विषये रघुपति आचार्यमहोदयं उक्तवान् किं भवति लृट् लकारस्य विषये विजिमहोदय महोदया उक्तवती किं भवति मम प्रश्नः अस्ति अधुना यदा किम् अस्ति लिट् लकारः यदि अस्ति लिट् लकारः यदि धातुयोगः लिट् अस्ति तर्हि कीदृशक्रमः भवति लिट् लकारः तु अर्धधातुकमस्ति यतः परन्तु एकवारं क्रमेण वदतु क्रमेण वदतु ओके ओके धातुयोगः लिट् तत्पश्चात् अर्धधातुकं शेषः इति सूत्रम् आगच्छति तत्पूर्वं तिप्तस्य सिप्तस्थ इति सूत्रेण तिप् आगच्छति तत्र तर्हि अधुना धातुयोगः लिट् तस्य स्थाने धातुयोगः तिङ् अस्ति अधुना धातुयोगः तिङ् तत्पश्चात् लिट्लकारेण सूत्रः अस्ति लिट्लकारस्य न स्मरामि एकनिमिषं न स्मरामि लिट्लकारस्य सूत्रं किम् अस्ति लिटि च खलु लिटि च तेन किं वदति न स्मरामि तर्हि तिंशित् सार्वधातुकम् इति सूत्रेण सामान्यतया तिङ् अस्ति सार्वधातुकं तदनन्तरं शेषाः सर्वे प्रत्ययाः आर्धातुकं सन्ति इति अस्ति परन्तु लिटि च इति सूत्रं किं वदति यत् लिट् लकारे तिङ्क्षित् अपि सार्वधातुकं लिट् लकारे तिङ्क्षित् अपि सार्वधातुक तिङ् प्रत्यये अपि आर्धातुकं भवति ओ अपवादसूत्रमस्ति अपवादमस्ति लिट् लकारस्य कृते तिङ् यत् अस्ति तत् सामान्यतया तु अस्ति सार्वधातुकं परन्तु लिट् अस्ति चेत् यदि तिङ् लिट् लकारस्य स्थाने आगच्छति तर्हि लिट् भवति तिङ् भवति आर्धधातुकं तथैव आशीर्लिङ्गी अपि यदि तिङ् आगच्छति आशीर्लिङ्ग् लकारस्य स्थाने तदपि अपवादेन आर्धातुकं भवति तर्हि अधुना स्थितिः अस्ति धातुयोगः तिङ् परन्तु अत्र तिङ् प्रत्ययः सार्वधातुकं न अस्ति अपि तु आर्धातुकम् अस्ति पुनरेकवारं वक्तुं गतकरपत्रे अस्ति महोदय लिखितमस्ति ओके लिटि च लिङ्गाशिशि च इति अस्ति पठामि तर्हि अधुना स्थितिः अस्ति धातुयोगः तिङ् प्रत्ययः यत्र तिङ् प्रत्ययः आर्धातुकम् अस्ति अधुना किं भवति विकरणप्रत्ययः आगच्छति वा न आगच्छति अर्धघातुकं भवति एव तथा साक्षात् न पश्यति अतः धातुः यद्यपि तिङ्प्रत्ययं साक्षात् पश्यति परन्तु इदम् अयं तिङ्प्रत्ययः सार्धातुकं नास्ति अपि तु आर्धातुकमस्ति अतः कर्तृषप् इति सूत्रस्य कृते प्रसक्तिः एव नास्तिमेव नास्ति अतः मध्ये पुनः शप् प्रत्ययः इति नागच्छति तर्हि आहत्य गणम् अनुसृत्य विकरणप्रत्ययः केवलं तदा आगच्छति यदा धातुना साक्षात् सार्वधातुक तिङ्प्रत्ययः दृश्यते तत्तु केवलं लट् लोट् लङ् विधिलिङ्ग् इति लकारेषु भवति अत्र लट् लोट् लङ् विधिलिङ्ग् इति लकारेषु गणम् अनुसृत्य विकरण भिन्नभिन्नविकरणप्रत्ययः आगत्य भिन्नभिन्नरूपाणि भवन्ति परन्तु अतः एते चत्वारः लकाराः सार्वधातुकलकाराः इति उच्यन्ते. तदनन्तरं ये आशीर्लिङ्ग् अथवा लिट् लकारौ स्तः तत्र किं भवति, तत्र तु तत्रापि साक्षात् धातुना तिङ् प्रत्ययः दृश्यते. परन्तु एतत् तिङ् प्रत्ययः यत् सामान्यतया सार्वधातुकम् अस्ति, अत्र अपवादसूत्रेण लिटि च लिङ्गाशिति च इति सूत्रेण एतत् अयं तिङ् प्रत्ययः आर्धातुकः. अतः पुनः अतः यथा धातुना साक्षात् सार्वधातुकप्रत्ययः न दृश्यते, अतः विकरणप्रत्ययस्य निमित्तमेव न भवति, कर्तृषप् इति प्रत्ययस्य इति सूत्रस्य निमित्तमेव नास्ति. अतः लिट् लकारे विधिलिङ्ग् लिट् लकारे आशीर्लिङ्ग् लकारे गणम् अनुसृत्य रूपभेदं न भवति. तदनन्तरं चत्वारः लकाराः सन्ति, लृट् लृङ् लुट् लुङ्. तत्र किं भवति, तत्र प्रथमं धातुयोगः लकारः आगच्छति, परन्तु तदनन्तरं विशिष्टसूत्रे स्तः स्यतासि लूल् रुटो श्लीलुङ्गि इति सूत्रेण लकारनिमित्तं विकरणप्रत्ययः आगच्छति. लृट् स्थाने अथवा लृङ् स्थानस्य लृङ् लृट् अस्ति अथवा लृङ् अस्ति चेत् धातु लकारस्य मध्ये स्य, लुट् अस्ति चेत् मध्ये तास्, लुङ् अस्ति चेत् मध्ये च्लि. तर्हि अधुना स्थितिः भवति धातुयोगः लकारनिमित्त तिङ्गप्र लकारनिमित्तविकरणप्रत्ययः यथा स्य तास् च्लि, तदनन्तरं लकारः. अधुना लकारस्य स्थाने तु तिङ्गप्रत्ययः आगच्छति, परन्तु अधुना प्रथमम् एव धातु तिङ्गप्रत्ययमध्ये एकनूतनलकारनिमित्तं विकरणप्रत्ययः अस्ति, स्यव अथवा तास् अथवा च्लि. अतः धातुना साक्षात् तिङ्प्रत्ययः न दृश्यते, अपि तु स्य तास् च्लि दृश्यते. स्य तास् च्लि ये प्रत्ययाः सन्ति ते स्वयमेव आर्धातुकप्रत्ययाः सन्ति, अतः धातुना साक्षात् आर्धातुकप्रत्ययः दृश्यते. अतः पुनः कर्तृषप् इति सूत्रस्य प्रसक्तिः न भवति, अतः गणमनुसृत्य भेदः पुनः न भवति, अपि तु लकारम् अनुसृत्य अत्र विकरणप्रत्ययः आगच्छति. त्रीणि प्रकाराणि सन्ति येन क्रमः भवति. एतादृशं चिन्तनं सर्वेषां मनसि भवेत् इति आशा अस्ति. सूत्रम् अद्यापि यदि जनाः न स्मरन्ति तर्हि महान् दोषः नास्ति, परन्तु क्रमः कथं भवति, क्रमस्य कृते सूत्रं किमस्ति, सूत्रस्य अर्थः कः अस्ति इति अर्थं किमस्ति इति सर्वे जानन्ति इति मम आशा अस्ति. कृपया परिश्रमं कुर्वन्तु सर्वे, पुनः पश्यतु, एतत् सर्वम् अतीव महत्त्वपूर्णमस्ति इति अस्ति. अतः सर्वे एकवारं पुनः अस्तु. तर्हि एतादृशं कार्यम् अस्माभिः गतरविवासरे कृतम्. अधुना तदनन्तरं किं कुः अस्ति, सरला महोदय अस्ति खलु, महोदय अहं बहिः अस्मि. अस्तु अस्तु. मीना सुन्दरेशन् महोदय अस्ति खलु, अधुनापि पठनं नास्ति, प्रश्नः अस्ति मम. अधुना सार्वधातुकलकारेषु धातुयोगः विकरणप्रत्ययः योगः तिङ् अस्ति खलु, तर्हि एकवारं वदतु भिन्नभिन्न गणानां कृते भिन्नभिन्नविकरणप्रत्ययाः के सन्ति. मनसि स्थापितं न सन्ति, भ्वादिगणे शप् अदादिगणे शप् लुक् ज्योत्यादिगणे श्लू अस्ति, मानसिकं स्थापितं नास्ति. ऐ हाव् टु पठितुमेव अवश्यम्. अदादिगणे जुहोत्यादिगणे शपः लोपः भवति. भवती एव वदतु. दिवादिगणे विकरणप्रत्ययः कः अस्ति यदि श्यन् श्यन् अस्ति? अस्तु. अनन्तरं स्वादिगणे स्वादिगणे श दिवादिगणे आसीत् खलु? चुरादिभ्यः शप् आय भवति. अत्र ये प्रत्ययाः सन्ति शप् श्यन् श श्नु उ श्ना श्नम् अत्र एके एकः एव प्रत्ययः अस्ति यत् अन्यप्रत्ययेभ्यः भिन्नः अस्ति. तत् प्रत्ययः सः प्रत्ययः कः? श्यन् श्नु श्नम् उ श्ना. एकः एव प्रत्ययः अस्ति अस्मिन् समूहे यः भिन्नः न उ अस्ति खलु? किमर्थम् उ भिन्ना अस्ति? शित् न पित् न शित् नास्ति खलु? अतः शित् नास्ति अतः उप्रत्ययस्य तर्हि अन्ये सर्वे विकरणप्रत्ययाः षित् सन्ति अतः सार्वधातुकाः सन्ति. परन्तु आर्धातुक एकः एव विकरणप्रत्ययः अस्ति यत् आर्धातुकः अस्ति इति वार्ता अस्ति अतः उप्रत्ययः भिन्नः भवति. अस्तु तर्हि महोदय भवती एव वदतु यदि सार्वधातुकप्रत्ययः अस्ति यथा शप् श इति किमपि अस्ति तर्हि गुणस्य प्रसक्तिः भवति खलु धातुमध्ये? केन सूत्रे सार्वधातुक आर्धातुकयोः अथवा पुगन्तलघुपदस्य च? पुगन्तलघुपदस्य च. परन्तु यदि आर्धातुकप्रत्ययः अस्ति यथा उ अस्ति तत्र एव तत्रापि गुणं भवितुम् अर्हति वा? गुणः भवितुम् अर्हति अर्हति आर्धदातुकयोः अपि गुणः भवितुम् अर्हति. केन सूत्रेण? सार्वधातुक आर्धदातुकयोः अथवा पुगन्तलघुपदस्य अथवा लघुपदस्य. तर्हि सार्वधातुकमस्ति अथवा आर्धातुकमस्ति उभयत्र गुणः गुणस्य प्रसक्तिः भवति. प्रसक्तिः भवति भवति न वा इति भिन्नप्रश्नः अस्ति. परन्तु प्रसक्तिः भवति सार्वधातुक आर्धातुकयोः अथवा पुगन्तलघुपदस्य च इति सूत्राभ्याम् इति अस्माभिः गतरविवासरे इतः पर्यन्तम् अस्माभिः पठितम्. तर्हि अत्र कस्यापि प्रश्नः अस्ति वा? इदानीं पर्यन्तं लकाराः के सन्ति, क्रमाः के सन्ति, विकरणप्रत्ययाः के सन्ति? न महोदय. अस्तु, तर्हि अग्रे अग्रे पठामः. तर्हि अत्र वयं कुत्र स्मः? नवमः बिन्दुः अस्ति, तत्र वयं स्मः. तनादिगणे उः इति विकरणप्रत्ययस्य आर्धातुकत्वात् किं भवति? चतुर्थकरपत्रे नवमः बिन्दु, तनादिगणे उ इति विकरणप्रत्ययस्य आर्धातुकत्वात् किं भवति इति अस्माकं अधुना नूतनविषयः अस्ति. तर्हि अधुना वयम् अग्रे पठामः. जानकी महोदय अस्ति खलु? आम् महोदय, पठतु. तनादिगणे उः इति विकरणप्रत्ययस्य आर्धधातुकत्वात् किं भवति? उः प्रत्ययस्य आर्धधातुकत्वात् विद्यमाने धातुरपि अङ्गे गुणः भवति यथासङ्गम्. तनादिगणे विकरणप्रत्ययस्य प्रभावेन कुत्रचित् गुणः अपेक्षितः, यथा छिन्न उ, छिन्नयोगः उ, शेन् योगः उ, शेनु इति अङ्गं. तच्च गुणकार्यं सार्वधातुकप्रत्ययेन भवितुम् अर्हति, आर्धधातुकप्रत्ययेन अपि भवितुम् अर्हति. अग्रे पठामि वा महोदय. पुगन्तलघुपदस्य सप्तमाध्यायस्य तृतीयपादे षडति सार्वधातुके अर्धधातुके च प्रत्यये पदे उगन्तस्य अङ्गस्य लघुपदस्य च इकः गुणः भवति. उगन्तलघुपदस्य अङ्गस्य इकः गुणः सार्वधातुकार्धधातुकयो सार्वधातुकप्रत्यये गुणस्य कृते इत्संज्ञक शकारपकारयोः आवश्यकता, नो चेत् अपित्वात् गुणनिषेध. भवत्याः साउंड मध्ये पूर्वं समीचीनम् आसीत्, परन्तु अधुना समीचीनं नास्ति. श्रूयते अत्र अन्य कुत्रापि शब्दः आगच्छति प्रायः. मीनसुन्दरेश मीनमहोदय, अहं भवती म्यूट् करोमि. अधुना एकनिमिषः. तर्हि अत्र यथा जानकीमहोदयेन उक्तम् अपि च मीनामहोदयेन उक्तं, महोदया उक्तं, तत्र पुगन्तलघुपदस्य च अथवा सार्वधातुक आधातुकस्य इति सूत्रेण आर्धातुकस्य प्रसङ्गे अपि गुणकार्यं भवितुम् अर्हति, प्रसक्तिः अस्ति इति वार्ता अस्ति. तर्हि अत्र प्रश्नः नास्ति इति चिन्तयामि. जानकी महोदय अधुना पठतु. सार्वधातुकप्रत्ययः चेत् सार्वधातुकप्रत्ययः चेत् गुणस्य कृते इत्संज्ञकशकारपकारयोः आवश्यकता, नो चेत् अपि त्वात् गुणनिषेधः. आर्धधातुकप्रत्ययः चेत् गुणस्य कृते इत्संज्ञकशकारपकारयोः आवश्यकता नास्त्येव यतोहि अपित्वात् गुणनिषेधः इति आर्धधातुकक्षेत्रे किमपि नास्ति. सार्वधातुकम् अपित् इति प्रथमाध्यायस्य द्वितीयपादे चतुर्थसूत्रम् अनुवृत्तिसहितसूत्रमस्ति. सार्वधातुकम् अपित् नित् सार्वधातुकप्रत्ययः चेदेव अपित्वात् नित् नित्वात् गुणनिषेधः, किन्तु अर्धधातुकप्रत्ययः चेत् नित्वम् अपित्वम् इति किमपि नास्ति. अर्धधातुकप्रत्ययः हित नित जित् नास्ति चेत् तस्मिन् गुणसाधकसामर्थ्यं वर्तते. उप्रत्ययः तादृशः. तर्हि अस्माभिः यदा गुणस्य पाठः यदि अस्माभिः यदा अस्माभिः पठितं, तत्र वयम् अपठं यत् वयम् अपठाव यत् सार्वधातुक आर्धातुकयोः अपि तु पुगन्तलघुपदस्य च इति सूत्रस्य सूत्राभ्यां केवलं गुणस्य प्रसक्तिः भवति. परन्तु यदि गुणनिषेधः सूत्रः गुणनिषेधसूत्रम् अस्ति चेत् प्रसक्तिः अस्ति अपि गुणकार्यं न भवति इति अस्माभिः दृष्टं गुणस्य पाठे. तर्हि जानकी महोदय, गुणस्य मुख्यनिषेधसूत्रं किमस्ति? निति च सूत्रं किं वदति? यदा प्रत्ययः चित्वा ककारस्य इत्वा गकारस्य इत्वा तस्य इत्वा भवति तदा तत्र गुण वा वृद्धि वा न भवति इति वदति. उत्तमं. तर्हि यदि प्रत्ययः तत् प्रत्ययः सार्वधातुकम् अस्ति अथवा आर्धातुकम् अस्ति कोऽपि अस्ति, यदि सः प्रत्ययः यदि तत्र ककारस्य इत् अस्ति अथवा गकारस्य इत् अस्ति अथवा णकारस्य इदस्ति, तर्हि तेन प्रत्ययेन यत् गुणस्य प्रसक्तिः भवितुम् अर्हति अधुना तेनैव अधुना इदं सूत्रेण तद् गुणः अथवा वृद्धिः न भवति. अथवा अतः यदि सार्वधातुक अथवा आर्धातुकप्रत्ययः गित् अथवा घित् अथवा णित् अस्ति तर्हि तत्र गुणकार्यम् अथवा वृद्धिकार्यं न भवति. जानकी महोदय, सार्वधातुकप्रत्ययस्य कृते विशिष्टसूत्रम् अस्ति एक, तत् किमस्ति येन गुणं न भवति? सार्वधातुकम् अपि. तत् किं वदति? तद् यदा सार्वधातुकमस्ति परन्तु तत् सार्वधातुकं तत्र इप् पकारस्य इप् न भवति चेत् अपि तत्र गुणनिषेधः भवति. वस्तुतः अस्ति यत् सार्वधातुकप्रत्ययः यदि अस्ति तद् प्रत्ययः यदि अपित् अस्ति तत् णित्वत् भवति इति सूत्रं वदति. णित्वत् भवति अतः णिति च इति सूत्रेण गुणनिषेधः न भवति. तर्हि सार्वधातुकं प्रत्ययः यदि अपित् अस्ति तद् णित्वत् भवति, णित्वत् भवति अतः णिति च इति सूत्रेण गुणकार्यं न भवति. अतः सार्वधातुकप्रत्ययमध्ये अपित् अस्ति तदापि गुणकार्यं न भवति, यतोहि तुदादिगुणः श अस्ति खलु. श मध्ये श प्रत्ययः शित् अस्ति अतः सार्वधातुक अस्ति. अतः सार्वधातुक आर्धातुकयोः अथवा पुगस्य लघुपदस्य च इति सूत्राभ्यां गुणस्य प्रसक्तिः भवति. परन्तु एषः सार्वधातुकप्रत्ययः यत् शत् अस्ति तत् अपित् अस्ति, अपित् अस्ति अतः णित्वत् अस्ति, णित्वत् अस्ति अतः णिति च इति सूत्रेण गुणकार्यं न भवति, अतः तुदादिगणे गुणकार्यं न भवति. तर्हि महोदय, जानकी महोदय, अपित्वात् गुणकार्यं न भवति, एषः प्रसङ्गः केवलं सार्वधातुके अस्ति अथवा आर्धातुके अपि अस्ति? तत्र तु केवलं सार्वधातुकविषये एव अस्ति. सूत्रं तादृशं सार्वधातुकम् अपि भवति इति सूत्रं वदति. तर्हि अपित्वात् गुणकार्यं न भवति एतत्तु केवलं सार्वधातुकप्रत्ययानां कृते भवति. आर्धातुकप्रत्ययानां कृते किमपि अपित्पित् नास्ति, तत्तु केवलं णिति च इति यदि किप् णित् गित् अस्ति चेदेव गुणकार्यं न भवति इति वार्ता अस्ति. तर्हि अत्र महोदय उ अस्ति खलु, उ आम् उ आर्धातुकप्रत्ययः अस्ति. आम् अत्र गुणकार्यं भवति न वा? अत्र उ अत्र तु आर्धधातुक सार्वधातुक आर्धधातुकयोः नो चेत् पुगन्तलघुपदस्य इति सूत्रेण भवितुम् अर्हति प्रत्ययः यदि कित्वा णित्वा घित्वा नास्ति चेत्. तर्हि उ कित् अथवा घित् अथवा णित् अस्ति वा? नास्ति. भवति अतः यत्र प्रसक्तिः भवति तत्र वस्तुतः अपि भवति. अतः क्षीणयोगः उ यत् अस्ति तत्र पुगन्तलघुपदस्य च इति सूत्रेण क्षेणु इति अङ्गं भवति इति वार्ता अस्ति. तर्हि आर्धातुकप्रसङ्गे पिच् अपि किमपि नास्ति, केवलं किप् निप् झिप् अस्ति इति अस्माभिः द्रष्टव्यम्। अस्ति चेत् गुणः न भवति, नास्ति चेत् गुणः भवति। परन्तु सार्वधातुकप्रत्ययेषु कित् गित् नित् अस्ति नास्ति तत्तु अस्ति एव प्रश्नः, परन्तु एकं नूतनम् अस्ति यत् अपित् अपि न भवेत्। अपित् अस्ति चेत् पुनः गुण अथवा वृद्धिः न भवति। अतः सार्वधातुकप्रत्ययेषु पित्वस्य आवश्यकता अस्ति गुणस्य कृते। सार्वधातुकप्रत्ययेषु पित्वस्य आवश्यकता अस्ति गुणस्य कृते। कोऽपि सार्वधातुकप्रत्ययः भवेत्, कोऽपि भवेत्, यदि तत् सार्वधातुकप्रत्ययः यदि तिट् नास्ति तर्हि कदापि गुणकार्यम् अथवा वृद्धिकार्यं न भवति। परन्तु आर्धातुकप्रत्ययेषु तादृशं किमपि नास्ति, कित्वमपि त्वं किमपि नास्ति इति मुख्यविषयः अस्ति। बहूनां जनानाम् अस्मिन् विषये भ्रमः भवति। अस्तु, धन्यवादः जानकि महोदय, म्यूट् करोतु कृपया। अस्तु, तर्हि अनन्तरम् अस्ति सुमन् महोदय अस्ति खलु, अस्ति वा? सुमन् महोदय अस्ति वा? आं महोदय, क्षम्यतां, म्यूट् मध्ये आसम्। अग्रे पठतु। इत् संज्ञकस्य कारपकारयोः वास्तविकी। इत् संज्ञक शकार पकारयोः वास्तविकी आवश्यकता यत्र अस्ति तत्र इत्संज्ञक शकारः पकारौ भवेताम्, यथा शप् प्रत्ययै आवश्यकता अस्ति शकारपकारयोः, अतः तत्र सार्वधातुकप्रत्यय उपयुक्तः। अग्रे अस्तु, शपि इत्संज्ञक शकार पकारयोः आवश्यकता कथम्? श्यन् श्नु श्नम् श्ना एषां प्रत्ययानाम् अपित्वात् गुणनिषेधः इति तदा अर्थपूर्णः यदा कस्यचित् प्रत्ययस्य पित्वात् गुणसार्धधातु सार्धधातुकसामर्थ्यं गुणसार्धकसामर्थ्यम्। यदि अष्टाध्याय्यां न कोऽपि प्रत्ययः स्यात् यस्य पित्वात् गुण सार्धक सामर्थ्यं, तर्हि अपित्वात् गुणनिषेधः इत्यस्य कः अर्थः अभविष्यत्? तस्य निरर्थकस्य निवारणार्थम् एकः प्रत्ययः प्रदर्शनीयः आसीत् यस्मिन् पित्वं तदधिकृत्य गुण सार्धकसामर्थ्यं स च प्रत्ययः शप्। किन्तु अनावश्यकतायां गौरवं यथा यदि उप्रत्ययः सार्वधातुकप्रत्ययः अभविष्यत् तर्हि येन गुणकार्यस्य सामर्थ्यं स्यात् इत्संज्ञकशकार पकारयोः आवश्यकता इति कृत्वा शप्। किन्तु तत्र गौरवं नाम मार्गः दीर्घः यतोहि द्वयोः वर्णयोः इति संज्ञा करणीया, लोपश्च करणीयः. साधनार्थं गुणसाधनार्थं तस्मिन् दीर्घं मार्गे न कोऽपि लाभः न वा आवश्यकता. उ प्रत्यये इत्संज्ञक शकारपकारयोः आवश्यकता नास्ति, अतः आर्धधातुकम् आर्धधातुकत्वात् लाघव. तर्हि अत्र आशयं वदामि यत् किमस्ति, यत् यथा एज़् ऐ अण्डर्स्टेण्ड् यत् यदा पाणिनी यदा अष्टाध्यायाः निर्माणं यदा महर्षिणा कृतं तदा सः तदा तेन दृष्टं यत् यत् कुत्र कुत्र स्थले गुणं भवति, कुत्र कुत्र स्थले गुणं न भवति इति तेन दृष्टं. तदनन्तरं तेन दृष्टं यत् यत्र भवादिगणे गुणं भवति, तनादिगणे अपि गुणं भवति, परन्तु अन्यगणेषु गुणं न भवति, यथा दिवादिगणे, सुस्वादिगणे, रुधादिगणे इति सर्वे सर्वत्र गुणं न भवति. तर्हि सः चिन्तयति प्रायः यत् विकरणप्रत्ययः अहं कीदृशरूपेण अहं विकरणप्रत्ययस्य निर्माणं कुर्मः करोमि निर्माणम् अकर्वं येन गुणस्य अथवा गुणस्य कार्यं बहु सरलतया अहं द्रष्टुं शक्नोमि यत् कुत्र गुणः भवति कुत्र न भवति. अतः सः दिस् टैप् आफ् अरेञ्ज्मेण्ट् हि केम् अक्रास् दिस् टैप् आफ् अरेञ्ज्मेण्ट्, हि क्रियेटेड् दिस् टैप् आफ् अरेञ्ज्मेण्ट् यत्र द्वादिगणे सः शप् प्रत्ययः स्थापितवान्, तदनन्तरं लिखितवान् यत् शप् प्रत्ययः सार्वधातुकम् अस्ति, शकारः अस्ति, अतः पकारः अपि अस्ति, अतः गुणं करोतु इति सः उक्तवान्. परन्तु अन्यगणेषु श्यन् श्नु श्नं श्ना तत्र हि सा देट् तत्र गुणः नास्ति, गुणः नास्ति, अतः हि थाट् वाट् शुड् बि अ प्रापर् वे आफ् पुटिङ्ग् द इत् संज्ञा मार्कर्. हि थाट् देट् अत्र पकारः अत्र नास्ति, तर्हि सूत्रं भवितुं शक्नोति यत् अपित्वात् गुणनिषेधः. तर्हि हि डिड् नाट् पुट् अ पकार हियर् सो देट् हि कुड् से देट् देर् इस् नो गुण ओवर् हियर् इन् दिवादिगण, स्वादिगण, रुधादिगण. सो बेसिकलि वेर् हि वाण्टेड् टु शो देट् देर् इस् नो गुण हि पुट् सार्वधातुकप्रत्यय विदौट् अ पकार सो देट् हि कुड् रैट् अ सूत्र विच् कुड् देन् मीन् इफ् देर् इस् नो पकार देर् इस् नो गुण. So that's how he handled divadigana, swadigana, dhadigana, kriyadigana. Tadanantaram, tanadigane, sahadrishtavanyat, atra tu gunaha bhavati eva. Tanadigane gunaha bhavati eva. Ataha, tatra, he thought that there is no need of any shakara prakara, it's a long route. So let's stick with ardhatuka pratyaya, because ardhatuka pratyaya anyway gunaha happens. There is no need of or apitvat apitvat kimapi karanam nasti. Atahai he put a ardhatuka pratyaya there. So he put u. So that's why to not have guna in some gana, he did not put pa there. He put a sarvadhatuka pratyaya without a pakara so that he could say that here there is no guna. In other cases, in bhavadi gana where he saw that there was guna, he put a sarvadhatuka pratyaya because he wanted it to be a saradhatuka pratyaya for some other reasons probably, but because there is a saradhatuka pratyaya and you need to do guna, so he had to put a pakara there, and hence shap pratyaya was created. Basically it is just a pratyaya, but why did he make it shap? Why did he put the extra two letters sh and pa? To show that he wanted to make it saradhatuka and he wanted to have guna over there, so he put sh and pa there. And in Tanadigana, all he wanted was Gunakayam. He didn't want, there was no need of Saradhatuka, any special Saradhatuka characteristic there. So he just put Ardhatuka Pratyaya, because then he doesn't have to worry about whether there is a pa or not, because in Ardhatuka Pratyaya, Pitvam Apitvam doesn't matter. So he just put Ardhatuka Pratyaya there, short and sweet, and he could say that, okay, Guna happens here. So by understanding where guna and where guna happens and where it doesn't happen, we can get an idea of why these vikarana pratyaya are called so. I mean, in laukika rupe, vikarana pratyaya tu kevalam a, sh, ya, nu, u, na, a, ch, na, etadrisham santi khalu. Then why put all these extra markers like sh and pa, sh, ya, na? Why make it shap, shna, shnu? Why not just make it a, u, nu? So the reason for those is to understand where guna can happen and where it cannot happen. That is why he put these extra markers, and that's how the pratyaya became shap, shna, shyan, shnu. That is one hypothesis. Iti vartha asti. Atah bahu chintanam asti atra. किमर्थं शप् अस्ति, किमर्थं श्ना अस्ति, किमर्थं श्यन् अस्ति. सर्वे अवगच्छन्ति वा वाट् ऐ जस्ट् सेड्? अत्र किमर्थं शुप् न दत्तमस्ति इति अतः तथैव शुप् अपि भवितुं शक्नोति, परन्तु आवश्यकता नास्ति अतः. He didn't see. So basically there are two things: whether he wants it to make it saradhatuka, in which case he has to put a sh, and whether he wants to do guna or not. So in the tanadigana he didn't feel any avashyakta of saradhatuka, so he didn't put sh, and because anyway guna has to happen and there is no saradhatuka, pakarasya avashyakta api nasti, because pitvam apitvam kevalam saradhatukasya prasange bhavati. So there was no need of putting all these extra markers, so he just put U. That's why U suffices. You don't need to take a longer route of, oh, first make it Shup, then remove Sh and Pa and all that. Just make it U and you're done with it. Three, Margam Laghavam Asti. Marge Laghavam Asti. Gauravam Nasti. Parantu, Bhavadikane Yat Shap Asti, he wanted to make it. If he had just made a, it would have been an ardhatuka pratyaya. But he wanted to make it saradhatuka, so he had to put sh. And because he had to put saradhatuka pratyaya with guna, where guna is possible, he had to also put po. That's why he could not just stick with a, he had to make it shap. He had to take the longer route. Iti vartha asti. That is why u is u, but shap is shap. अवगच्छन्ति वा सर्वे? आं महोदय. प्रश्नः अस्ति चेत् पृच्छतु. अस्तु, ओ मीना महोदय, सारि. शुक् नास्ति, सेम् समान शप् एव गुणकार्यं भवितुं शक्यं, किमर्थं? परन्तु देर् वास् सो प्रोबब्लि देर् इस् सम् अदर् नीड् टु मेक् शप्, सो देर् वास् अ नीड् टु मेक् शप् सार्वधातुकप्रत्यय. But there was no such need to make U a Sarvadhuka Pratyaya. So basically first you have to see whether it has to be a sarvadhatuka pratyaya or not. If it has to be a sarvadhatuka pratyaya, you have to put sha, because tingshit sarvadhatuka miti sutrena. If a pratyaya has to become sarvadhatuka, it has to be either ting or it has to be shit. So to make sarvadhatuka pratyaya, you have to have vo pratyaya ardhadhatuka pratyaya bhavitavyam eva kila. So shupnaste. So he didn't put sha over there because he didn't put sha over there, there was no need to put po either. So he just put u. So first of all we have to see if there is a need to make it sarvadhatuka. Then there is no need of either sha or there is no need of po also, because po pratyaya gunakare bhavitavyam eva eva tasmat sarvadhatukam bhavitavyam eva na gunakaryam bhavitavyam atah sarvadhatukasya avashyakta nasti ardhadhatukam api gunakaryam kartum shaknoti aam. So even ardhatuka pratyaya can achieve the same guna without all those extra characters of pakara, shakara. So where there is not required to put shakara, pakara, why to go that extra effort? So just put u, it's shorter. But where you want to have sarvadhatukatvam, but you also want to have gunakaryam, there you have to put both sha and pa. And that is why you have to put sha. In the other cases, like Shyan and all, there was no guna. So, he could not have just kept it as Ardhatuka, because if he had kept it as just Ardhatuka, then there would have been guna, because Ardhatuka usually guna happens, unless it's Kit Nit Git. He didn't go the Kit Nit Git part. But, he didn't want the guna to happen. But it was also Sarvadhatuka. So there, he removed the po. So that he could say that though it is sarvadhatuka, I am removing the pa to show that your guna can't happen. So first of all, you have to see if it is sarvadhatuka. If it has to be sarvadhatuka, you have to put sha. Then you have to see if it has guna or not. If it has guna, you have to put pa. If there is no guna, you cannot put pa. That's why you get shap, shya, shyan, iti. But otherwise, if you don't need it to be a sarvadhatuka, you can just make it ardhatuka. If you want, and if there is guna, you don't need po and all, you just put the ardhatuka pratyaya as it is. And that's how you don't need shup or anything, you just need u. Oh. Astu. Tari agre gachhama. Ammalar mahode asti kalu. आं महोदय दशमः दशमः लिट् लगारे स्य इति आकधातुकविकरणप्रत्ययः अपि च तनादिगणे उ इति आकधातुकविकरणप्रत्ययः द्वयोः मध्ये कः भेदः स्य प्रत्ययस्य निमित्तं लकारः एव उप्रत्ययस्य निमित्तं कर्तृक सार्वधातुकप्रत्ययः यथा धातुः अनादिगणे अस्ति अतः स्य प्रत्ययस्य निमित्तं सार्वत्रिकं नाम सर्वेषां धातूनां कृते किन्तु उप्रत्ययः केवलम् अनादिगणीयधातूनां कृते लिट्लकारे स्य इति विकरणप्रत्ययः भवति कनादिगणे इति आशदातुक तयोः भेदः कः इति अत्र उक्तः स्य प्रत्ययस्य निमित्तम् स्वप्रत्ययस्य निमित्तं लकारः एव लिट् इति लकारः अस्ति चेत् एव स्य इति प्रत्ययः आगच्छति अतः लकारः निमित्तम् अत्र, परन्तु ऊ प्रत्ययस्य निमित्तं कर्तृक सार्वधातुकप्रत्ययः निमित्तम् अस्ति सार्वधातुकप्रत्ययः. अतः धातु तनामिगणे अस्ति, तत्रैव भेदः. अतः यस्य प्रत्ययस्य निमित्तं सार्वत्रिकं नाम सर्वेषां धातूनां कृते, किन्तु ऊ प्रत्ययः केवलं धनादिगणे. अस्तु, तर्हि स्य प्रत्ययस्य निमित्तं लकारः अस्ति, ऊ प्रत्ययस्य निमित्तम् अस्ति सार्वधातुकः. परन्तु स्य प्रत्ययस्य निमित्तम् अस्ति लृट् लकारः. धातु कस्मिन्नपि गणे भवतु, लृट् लकारः अस्ति चेत् स्य आगच्छति. परन्तु उ कदा आगच्छति? उ तदैव आगच्छति यदा धातुः तनादिगणे अस्ति. अतः स्य सर्वेषां धातूनां कृते आगच्छति लिट् लकारे, ऊ केवलं तनादिगणे अस्ति सार्वधातुकलकारेषु. लिमिटेड्. अग्रे पठतु. तनादिकृञः तनादिगणे कृतेभ्यः धातुभ्यः कृ धातुतः च ऊ प्रत्ययः भवति. कर्तृकसार्वधातुकप्रत्यये परे नकारनिमित्तविकरणप्रत्ययाः सार्वत्रिकाः इति कारणेन सर्वेषां धातूनां कृते भवन्ति, तस्मात् तिङ्प्रत्ययेन सह सर्वदा तिष्ठति. नाम स्य योगः ति इति कृत्वा स्यति हृत् लकारे नित्यः प्रत्ययः, स्यति यतः स्यन्ति इति एवं प्रत्ययाः भवन्ति सर्वेषां धातूनां कृते. अतः सिद्धतिं प्रत्ययाः ते एव भवन्ति स्यति इत्यादयः. तदर्थम् अस्माकं पाठे स्य इति पृथक्तया विकर्णप्रत्ययरूपेण न उपयुज्यते, अपि तु तिङ् प्रत्ययेन सह स्थित्वा तस्य एकः भागः एव भवति इति चिन्तयतु. तनादिगणः उः इति सूत्रेण तनादिगणे धातुः अत्र किम् अस्ति महोदय? त्रि धातुः च सार्वधातुकः नावगच्छामि महोदय. किमस्ति तनादिकृद्भ्य तनादिगणे कृतेभ्यः धातुभ्यः कृधातुतः च ऊ प्रत्ययः भवति. तनादिगणे ऊ इति प्रत्ययः विकर्णप्रत्ययः भवति इति लिखितमस्ति. तनादिगणे धातु अस्ति अथवा कृधातु अस्ति चेत् कर्तृर्थकसार्वधातुकप्रत्यये परे ऊ प्रत्ययः आगच्छति. लकारनिमित्तविकारप्रत्ययेन सह सर्वदा तिष्ठति इति निमित्तमस्ति सार्वत्रिकं. तत्तु अभवत् यदा तनादि यदि सार्वधातुक यदि कर्तृर्थकसार्वधातुकप्रत्यय अस्ति चेत् ऊ अपि तनादिगणस्य अथवा कृ धातु अस्ति चेत् ऊ प्रत्ययः आगच्छति. उ विकरणप्रत्ययः आगच्छति, तर्हि तत्तु अस्ति. स्य प्रत्ययः कदा आगच्छति? आदिवाचकः प्रत्यये एव आगच्छति लिट् लहारे. लिट् लकारे, तर्हि लिट् लकारे स्य प्रत्ययः आगच्छति, एतद् वार्ता अस्ति. तादृशः स्य प्रत्ययः कस्मिन् कस्मिन् गणे अस्ति? कोऽपि कोऽपि भेदः अस्ति वा? यत् केवलं तनादिगणे, केवलं चुरो भवादिगणे, केवलं दिवादिगणे इति किमपि अस्ति वा? न महोदय, आर्धदातुकारे गणः नास्ति. अतः सर्वेषां धातूनां कृते लिट् लकारे स्य प्रत्ययः आगच्छति एव, खलु? अतः वस्तुतः प्रकरणमस्ति धातु योगः स्य योगः ति, परन्तु एषः स्य प्रत्ययः यत् अस्ति तत् सर्वेषां धातूनां कृते, वाट् एवर् द धातु, स्य प्रत्ययः तु आगच्छति एव. अतः इन्स्टेड् आफ् रैटिङ्ग् एस् धातु प्लस् स्य प्लस् ति, यतोहि स्य सर्वदा एव आगच्छति, बिकास् स्य हेस् टु एनिवे कम्. स्वरूप् महोदय किं करोति? सः वदति यत् सिद्धतिङ् प्रत्ययः यद् वस्तुतः तीतः अन्ति अस्ति, तद् अधुना स्य प्रत्ययः सर्वदा आगच्छति, अतः तिङ् अधः सिद्धतिङ् प्रत्ययः स्यति, स्यतः, स्यन्ति, स्यति, स्यथ, स्यथ एव भवे चिन्तयतु. सो तिङ् प्रत्ययः एक्चुलि इस् जस्ट् तीतः अन्ति, सी सथ थ, परन्तु बिकास् दिस् स्य आल्वेस् कम्स् नो मेटर् वाट् द धातु, नो मेटर् वाट् द गण, might as well consider the pratyaya to be syati syatah syanti syasi syathah syath. Doesn't change, doesn't make a difference in the procedure. Iti tasya varta asti. Shamsht. Prashnaya mahoya. Vadatu. Kimartam paanihi upratyaya krinyadibhya uhu na uktam. Kimartam sanadi krinyaha uhu. अन्य गणाः केवलं प्रथमधातूनाम् एव भवति, भुआदि शप् अदादि अदादि किमर्थं सारि क्रू प्रायः डजन्ट् कम् इन् तनादिगण वा? प्राय ऐ डोण्ट् नो, मेबि अन्यप्रश्नः. श्य आत्मनेपदम् अपि भवितुं शक्यं वा? श्यते श्येते शन्द्यं भवति वा? परस्मैपदी अपि अस्ति, आत्मैपदी अपि अस्ति. महोदय, तनादि कृण्भ्यः उः सूत्रं किञ्चित् विवरणं करोतु कृपया. तनादि, तर्हि अत्र भागद्वयमस्ति, तनादि कृत्. तर्हि तनादिगणे, तनादि इत्युक्ते तनादिगणे स्थित धातु. यदि तनादिगणेभ्यः स्थितः धातु अस्ति अथवा क्रूधातु अस्ति, क्रिन् इत्युक्ते क्रूधातु, ओ अस्तु, तस्मात् अनन्तरं सार्वधातुकप्रत्ययः अस्ति कर्तरर्थक, तर्हि मध्ये उप्रत्ययः विकरणप्रत्ययः आगच्छति. शप्रबाद्य उप्रत्ययः आगच्छति इति अस्ति. तर्हि अत्र एव तनादिकणे एव डुक्रिञ्करणे तनादिगणे एव अस्ति. तनादिगणे किमर्थं सेपरेट्लि लिखितम् इति प्रश्नः अस्ति खलु? प्रश्नः तु समीचीनः अस्ति. आम्, तनादिगणे एव अस्ति चेत्, तनादिगणे एव अस्ति चेत् किमर्थं तनादिकृत्? अहं चिन्तयामि. प्रथमधातु तनादिगणे न, तनादिगणस्य प्रथमधातु तन् अस्ति. किमर्थं बहवः प्रत्ययाः महोदय भवादिगणे भवादिगणे एकनिमिषः स्वरूप् महोदय इदानीं कम्पेरिसन् किम् अर्थं करोति वाट् इस् स्पेशल् वै इस् हि कम्पेरिङ्ग् स्फियर् एण्ड् ऊ that is because both sphere and bo and u both are vikarna pratyaya which are adhatuka so if both are adhatuka and both are vikarna pratyaya what's the difference so the difference is u is a vikarna pratyaya which depends which comes only if it is sanadi gana and followed by a sarvhatuka pratyaya Here comes whenever there is ngrit lakara, irrespective of what gana dhatu is in. Astu. So, siya api guna karoti kim? Siya guna kartum prasakti asti chet karoti. Prasakti asti chet karoti, haam. So, so ngrit lakari kim kadapi guna bhavati kim? ङ्ट् लकारे कुत्रापि उदाहरणम् अस्ति वा यत्र गुणः भवति अत्र आम् अस्ति खलु एकनिमिषः गुणः भवितुं न शक्यं महोदय अकारान्तः भविष्यति भूमध्ये एव अस्ति भू एव भविष्यति आम् तत्र एव गुणः भवति गुणः अस्ति खलु भविष्यति यदा भवति गुणं भवति अस्तु अवगच्छति वा महोदय भवत्याः प्रश्न अवगच्छति वा सुमन् महोदय धन्यवादः रघुपतिमहोदय भवान् किं वदति अत्र भवादिगणे अस्ति कृञ् अस्ति कृ धातु अस्ति करति करतः करन्ति अपि च लिट् प्रकारे करिष्यति करिष्यतः करिष्यन्ति इति वदति कृ करणेति अस्ति भ्वादिगणे अस्ति भ्वादिगणे अपि अस्ति वा हा अस्ति धातु किमस्ति कृञ् कृञ् कृ अस्ति करणे कृ करणे अस्ति करति करतः करन्ति लट् लकारे लट् लकारे करिष्यति एव अस्ति तर्हि भ्वादिगणे अपि करणस्य अर्थे कृञ् धातु कृदस्तु अस्ति अतः एव अहं चिन्तयामि तत्र रूपं किमस्ति कथमस्ति करति करति लट् लकारे करति अस्ति करति करतः करन्ति अस्तु तर्हि भ्वादिगणे अपि एक कृधातु अस्ति तनादिगणे अपि एक कृधातु अस्ति तर्हि तनादिगणे यत् कृधातु अस्ति तत्र एव उकार करोतु इति देट् आल्सो डजन्ट् मेक् सेन्स् बट् वाय् तनादिभ्यः उ इति यदि सूत्रमासीत् का हानि अस्ति इति प्रश्नः अस्ति खलु वाय् इस् क्रू ट्रीटेड् सेपरेट्लि बिकास् इट् इस् अ फस्ट् गण एण्ड् ही वाण्ट्स् टु स्पेशलि मेन्शन् इट् इफ् रघुपति महोदय वट् एवर् ही इस् सेयिङ्ग् इस् रैट् देन् ही वाण्ट्स् टु मेन्शन् देट् द क्रू गण आफ् फस्ट् bhadigana that kru dhatu of first bhadigana should be treated as like tanadigana but then the kru dhatu of bhadigana should also become karoti right yeah exactly how can it be can't be karati yeah that's true astu let me think upaya padi ek nimsh astu astu yeah किमपि नास्ति लट्लकारे एव सेम् अस्ति करते चिन्तयामि किम् अस्ति करोते आत्मनेपदि करते करेते करन्ते न न अस्तु चिन्तयामि प्रश्नः उत्तममस्ति तर्हि हा तर्हि वयं कुत्र आसम् कुत्र स्मः यत् हा तर्हि लृट् लकारे यत् स्यः प्रत्ययः आगच्छति तत्तु सर्वदा सर्वेषु धातुषु सर्वेषु सर्वेषु धातुषु आगच्छति. अतः इन्स्टेड् आफ् रैटिङ्ग् स्य सेपरेट्लि मैट् एस् वेल् जायिन् इट् वित् द तिङ् प्रत्ययः. स्यति स्यतः स्यन्ति स्यसि स्यथः स्यथ स्यामि स्यावः स्यामः. सो देट्स् वै एक्चुलि दे आर् टु प्रत्यय बट् इट् यु केन् जायिन् देम् एस् वेल् बिकास् दे आल्वेस् कम् टुगेदर् वाट् एवर् धातु इस् सो स्यति स्यतः स्यति. अस्तु अग्रे पठतु मदर् महोदय. आम् स्यति स्यतः स्यन्ति स्यसि यतः यत स्यामि स्यावः स्यामः. सारांशः एवं यत् व्यवहारे प्रक्रियासु सार्वधातुकः निमित्तविकरणप्रत्ययान् एव विकरणनाम्ना प्रयुज्यमहे. नकारनिमित्तविकरणप्रत्ययाः किं प्रत्ययस्य एकः भागः एव भवति. इति कारणेन तस्य पृथक्तया न उपयोगः न वा नाम्ना सम्बोधनं भवति. सूचनार्थम् उच्यते. किं लिखितमस्ति आशयं किम्? सारांशः अस्ति प्रक्रियासु सार्वधातुकनिमित्त सार्वधातुकः निमित्तम् अस्ति चेदेव नाम्ना विकरणप्रत्ययः इति नाम भवति. लकारनिमित्तः अस्ति चेत् किं प्रत्ययस्य एव एकः भागः अस्ति. अत अत्र कारणेन पृथक् नाम्ना न पठनीयम् इति. वस्तुतः स्य अपि एकरीत्या विकरणप्रत्ययः अस्ति, परन्तु यतोहि तत् सर्वधातूनां कृते आगच्छति एव लृट् लकारे, अतः पृथक्तया तस्य विकरणप्रत्ययः इति रूपेण सम्बोधनस्य आवश्यकता नास्ति. तत् तिङ्प्रत्ययस्य एव भागः अस्ति इति चिन्तयतु. अतः स्यति स्यतः स्यन्ति स्यसि स्यथ सथ तत्र विकरणप्रत्ययः नास्ति इति चिन्तयति. परन्तु यत्र सार्वधातुकलकाराः सन्ति तत्र तु गणम् अनुसृत्य भिन्नभिन्नविकरणप्रत्ययः आगच्छन्ति, अतः तत्र विकरणप्रत्ययः भिन्नः अस्ति इति चिन्तयतु. गणम् अनुसृत्य तिङ् प्रत्ययः भिन्नः अस्ति इति चिन्तयतु गणम् अनुसृत्य. तर्हि एतादृशी स्थितिः अस्ति. तर्हि इट्स् जस्ट् अ मेटर् आफ़् नामिनिक्लेचर्. तत्र टेक्निकल् किमपि नास्ति. यत् अस्ति यत् लकाराणां कृते अपि विकरणप्रत्ययः अस्ति, परन्तु तत् सर्वदा आगच्छति, अतः तिङ् प्रत्ययस्य भागः अस्ति एव चिन्तयतु इति चिन्तयतु. अतः विकरणप्रत्ययः इति नाम इति सम्बोधनं केवलं गणम् अनुसृत्य विकरणप्रत्ययः अस्ति तस्य कृते एव अस्य नाम्नः उपयोगः करोतु इति. तस्मात् स्यात् प्रत्ययः इस् नाट् अ विकरणप्रत्ययम् देर् इस् नो हार्ड् अण्ड् फास्ट् नामिनिक्लेचर्. सो इफ् यु कन्सिडर् इट् टु बि अ सेपरेट् प्रत्यय इन् बिट्वीन् धातु एण्ड् टिम् प्रत्यय, यु मैट् काल् इट् एस् विकरणप्रत्यय. बट् देर् इस् नो नीड् फार् देट् बिकास् इट् इस् एनी वे गोयिङ्ग् टु अपियर् फार् आल् द धातु. इट्स् नाट् समथिङ्ग् विच् इस् गोयिङ्ग् टु अपियर् ओन्ली फार् सर्टन् धातु. So you don't call it vikarana pratyaya as such and consider it a part of the ting pratyaya. That's why in many grammar books you will see that the ting pratyaya for lrit lakara, they write syati satah syanti syasi satah satah, because it anyway appears for all that. So there is no need to call it a separate vikarana pratyaya iti vartha. But you can't say the same for shap and all, because there, depending on the gana, sometimes shapa will come, sometimes snu, shna. Atah, that you have to treat separately. You cannot combine it with the ting pratyaya. And that's why there is some need for having a nomenclature of vikarana pratyaya. Iti vata. Atah, kimapi rigorous nasti. Oh, has to be vikarana pratyaya, has to not. Depends how you look at it. No, vikarana pratyaya, modaya, atah, lakara, अपि लकार ये अन्य प्रत्यये अपि भवति अर्हति विकरणप्रत्यय परन्तु स्य केवलं लकार एव भवति इति अर्थं वा न अत्र यथा शानच् प्रत्ययः अस्ति तत्र विकरणप्रत्ययः भवति यत् लकारनिमित्तीकृतः नास्ति अन्यत् परन्तु सार्वधातुकप्रत्ययः तत्र विकरणप्रत्ययः आगच्छति आगच्छति परन्तु स्या इति केवलं अन्य स्थले न भवति इति लकारे लकार अस्ति तदा एव भवति इति अर्थं वा लकारनिमित्तकविकरणप्रत्ययनिमित्त तत्तु अस्ति अतः तत्तु संशयः नास्ति परन्तु इवन् दो इट् इस् लकारनिमित्त यतोहि तत् यद्यपि तद् लकारनिमित्त विकरणप्रत्ययः अस्ति परन्तु तत्तु सः तु सर्वदा आगच्छति एव धातु कस्मिन्नपि गणे भवतु तत्तु आगच्छति एव अतः पृथक्तया तस्य वर्णनस्य आवश्यकता नास्ति धातु तिङ्प्रत्ययेन सह योजयित्वा एव सर्वे जनाः लिखन्ति अतः स्यति शतः स्यन्ति शशि शत इति भवति अतः एतादृशं वार्ता अस्तु अग्रे भानुमहोदय अस्ति खलु आं महोदय पठतु अग्रे सूचनार्थं सूचनार्थम् उच्यते यत् अष्टाध्याय्यां लकारनिमित्तिकविकरणप्रत्ययाः महोदय त्रीणि अध्याय किं वदनीयं महोदय तत् 3130 महोदय तृतीय अध्यायस्य संस्कृतभाषा तृतीय अध्यायस्य प्रथमपादस्य 33 सूत्रतः षष्टमसूत्रपर्यन्तं विधीयन्ते सार्वधातुकनिमित्तिकविकरणप्रत्ययाः तृतीय अध्यायस्य प्रथमपादस्य 76 90 पर्यन्तं विधीयन्ते तत्र पश्यतु यत् लकारनिमित्तिकविकरणप्रत्ययाः लकारस्तरे एव विधीयन्ते क्रमेण लृट् ऋङ् लुट् लेट् लिट् लुङ् सार्वधातुकनिमित्तिकविकरणप्रत्ययाः धातुगणस्तरे विधीयन्ते क्रमेण शप् भ्वादौ अदादौ जुहात्यादौ चुरादौ स्यन् दिवादौ स्नु स्वादौ श सुदादौ स्नम् रुधादौ पु तनादौ श्न क्रयादौ च इति सार्वधातुकलकाराणाम् आर्धधातुकलकाराणां च चिन्तनं सम्पूर्णम् महोदय सम्पूर्णं वा सम्पूर्णं वा सम्पूर्णम् मुद्रणदोषं वा महोदय सूचनार्थम् उच्यते यत् यत्र अष्टाध्यायी अस्ति चेत् एकवारम् उद्घाटयन्तु सर्वे पुस्तकं तत्र पेज् 54 अस्ति पेज् 54 चतुर्पञ्चाशत् तत्र पृच्छतु तृतीय अध्यायस्य प्रथमपादस्य 33 सूत्रमस्ति स्यतासि लृलुटोः तर्हि अत्र प्रथमः सूत्रमस्ति यत् लकारनिमित्तक विकरणप्रत्ययः यत्र लिखितमस्ति स्यतासि लृलुटोः तदनन्तरं सिप् बहुलं लेटि लेट् अस्ति चेत् सिप् प्रत्ययः आगच्छति इदमस्ति तदनन्तरं पृच्छतु 3343 तस्मिन् एव पृष्ठे अन्तिमसूत्रमस्ति च्ली लुङ्गि लुङ् मध्ये च्ली आगच्छति इति अस्ति तदनन्तरं च्लेः सिच् च्ली स्थाने सिच् भवति इति अस्ति तर्हि एतेन सर्वेषाम् अत्र 3133 to 3166 पर्यन्तं ये प्रत्ययाः सन्ति ते लकारनिमित्तिकप्रत्ययाः सन्ति यत् लकारम् अनुसृत्य लकारस्य स्तरे प्रत्ययः आगच्छति. लिट् अस्ति चेत् इदं करोतु, लेट् अस्ति चेत् इदं करोतु, लुङ् अस्ति चेत् इदं करोतु. तदनन्तरं पेज् 55 मध्ये 3167 अस्ति सार्वधातुके यक् कर्त्रीशम्. अत्र ये विकरणप्रत्ययाः सन्ति ते गणम् अनुसृत्य भिद्यन्ते. कर्तृशप् अस्ति, कर्तृशप् अस्ति शप् प्रत्यय. तदनन्तरं 3169 अस्ति दिवादिभ्यः श्यन्. दिवादिगण दिवादिगणे धातुः अस्ति चेत् श्यन् प्रत्यय आगच्छति. तदनन्तरं 3173 अस्ति स्वादिभ्यः श्नु. स्वादिगणे प्रत्यय अस्ति चेत् श्नु भवति. तदनन्तरम् अस्ति 3177 तनादि सुदादिभ्यः श, सुदादिभ्यः अस्ति चेत् श. तदनन्तरं रुधादिभ्यः श्नम्, रुधादि अस्ति चेत् श्नम्. तदनन्तरं 3179 तनादिकृन्भ्यः उ इति वार्ता अस्ति. सो लकारनिमित्तिक वर्ण विकरणप्रत्यय कम् एट् द लकार लेवल् इर्रिस्पेक्टिव् आफ् धातुगण एण्ड् दि आफ्टर्वर्ड्स् देन् अदर् विकरणप्रत्यय डिपेण्ड् आन् द धातुगण इति वार्ता अस्ति. प्रश्नः अस्ति वा कस्यापि? महोदय महोदय भवत्याः ध्वनिः न आगच्छति. तनादिभ्यस्तथा सोः इति सिचः लुक् न भवति कृन्द मध्ये. अत्र कृन् तनादिगणे भवति इति कारणात् उ प्रत्ययः भवति. परन्तु अत्र केचन विषयाः तनादिगणस्य अत्र कृ मध्ये न भवति इति अत्र दत्तं. तेन कारणेनैव पृथक् रीत्या दत्तम् इति काशिका मध्ये अस्ति. केचन जनाः वदन्ति यत् क्रू तनादिभ्यः अस्ति, केचन वदन्ति नास्ति इति वा? न न न, तनादिपाठादेव ऊ प्रत्ययः भवति, अतः करोति इति सर्वं भवति. परन्तु एकसूत्रमस्ति तनादिभ्यस्तथा सोः इति सूत्रमस्ति. अत्र केवलं कृ विहाय सर्वत्र अपि तथा सोचु प्रत्ययः भवति. परन्तु अत्र कृ मध्ये तद् लुक् भवति इति अस्ति. तेन कारणेन तत् पृथक्तया अहं साक्षात् पठामि अत्र किमपि लिखितमस्ति. तनुविस्तारे इत्येवम् आदिभ्यो धातुभ्यः कृणश्च उ प्रत्ययः भवति. छपो अपवादः तनोति, सनोति, क्षणोति. कृणः कल्पति, करोति. तनादिपाठादेव उ प्रत्यये सिद्धे करोतेः उपादाननियमार्थम् अन्यत् तनादिकार्यम् मा भूत् इति तनादिभ्यस्तथासोः इति विभाषा. तिचो लुक् न भवति, अकृत अकृताः. अत्र हिन्दी मध्ये अपि दत्तं तनादिगन्मे पाठगुणे कृन्मे उप्रत्यय सृष्टतापि कृत्वा क्रियाकयः तनादिगन्मे अन्य कार्य कृन्को नहि होते तनादिभ्यस्तथासोः के द्वारा विकल्प से होने वाला लुक् कृन्मे नहि होता. तर्हि क्रू धातु तनादिगणे आगच्छति, परन्तु तनादिगणेषु ये धातवः सन्ति तेन भिन्नः अपि अस्ति. अतः कुत्रचित् कुत्रचित् तनादिगणस्य कार्यं क्रू कृते न भवति, कुत्रचित् भवति. अत्र अतः टु स्पेसिफाय् देट् अत्र लिखितमस्ति यत् यत् उ अस्ति तद् तनादिगणे अपि अस्ति, क्रू अस्ति चेदपि तत्र उ आगच्छति इति. आम् आम् अस्तु अस्तु अस्तु अस्तु अस्तु देट् मेक् सेन्स्. अस्तु तर्हि सर्वे अवगच्छन्ति वा यत् क्रू तनादिगणे अस्ति, परन्तु इट् इस् आल्सो स्लैट्लि डिफ्रेण्ट् फ्रोम् दि अदर् तुनादिगण धातु. सो टु मेक् दिस् डिस्टिङ्क्षन् सो देट् इट् इस् क्लियर् प्रोब्लि हि रोट् देट् tanadigana also and kru also both should get u, but there are other sutra where he just says tanadigana gets something, so that implies that though kru is in that gana, the other sutra won't be applied to kru. Astu sarvaya pachanti va kimartham likhitam asti tanadikrindhya. आं महोदय, धन्यवादः. अस्तु तर्हि चतुर्थकरपत्रं समाप्तं, समयः अपि समाप्तः, अतः अग्रिमरविवासरे वयम् अग्रे गच्छामः. धन्यवादः अधुना.